नमस्सर्वेभ्यः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. वयं गतसप्ताहे पदव्यवस्था इड्व्यवस्था इत्यनयोः अभ्यासम् आरब्धवन्तः. इदानीं पर्यन्तं वयं धातुविज्ञानम् इत्यस्य भागत्रयम् अधीतवन्तः. यत्किमपि धातुः वयम् उपदेश अवस्थायां स्वीकुर्मः चेत् तत्र प्रथमकार्यं भवति इत्संज्ञा, अनन्तरं तस्य लोपश्च इति लोपः. लोपानन्तरं यदा आवश्यकं सत्त्वं नत्वम् उपदादीर्घः वा नुमागमः इति भवति. अनन्तरं इत्येभिः कार्यैः वयं लौकिकधातुः तस्य निष्पन्नः भवति. इत्संज्ञकेन अच्वर्णेन धातुः किम्पदि इत्युक्ते परस्मैपदि वा आत्मनेपदि वा उभयपदि वा इति निर्णयः वयं कर्तुं शक्नुमः. अपि च अनुबन्धलोपानन्तरम् अवशिष्ट स्वरेण निर्णयः वयं कर्तुं शक्नुमः अयं धातुः इट् वा अनिट् वा इति. इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा? अभ्यासं प्रति गच्छामः वा? इटनुकूलः इत्युक्ते सेट्. आम् नमस्ते भगिनि, माला अस्मि. ओ माला भगिनि, आं स्वागतं भगिनि. नमस्ते भगिनि, श्रीवल्लि. आं स्वागतं भगिनि. Swamini, Bhagini, I am just out of station, so some internet disruption is there, so I'll just listen today, I'll continue listening. Astu, Bhagini, astu, nasti chinta. Astu, vayam gata saptahe bah dhatu paryantam krutavantah, tatra trichi, tasya rupam vodah. क्षम्यताम्, ओडा इति प्राप्तवन्तः. तत्र यदा हलन्तधातुः अस्ति चेत्, यदा वह् इति हलन्तधातुः अस्ति, तत्र केचन विशिष्टकार्याणि सम्भवन्ति. हल्सन्धिसूत्राणि इति, इदानीं तद् मास्तु, वयम् अग्रे द्रक्ष्यामः विस्तृतरूपेण. परन्तु मनसि भवेत्, यदा हलन्तधातुः अस्ति चेत् तत्र हल्सन्धिसूत्राणि भूत्वा कार्याणि भवति. अतः एव त्रिचि तस्य रूपं वोढा इति अस्ति पुल्लिङ्गे. स्त्रीलिङ्गे चेत् वोड्री इति भवति इति. अग्रे सरामः. अमित्राव् महोदय करोति वा प्रथमधातुः? विशा इति चिन्तयामि. विशु सेचने इति उपदेशकधातुः. उपदेशे अज् अनुनासिक इत्यनेन अनुनासिकस्य ओङ्कारस्य इत्संज्ञा, तस्य लोप इत्यनेन लोपः विश् इति भवति. विश् इति लौकिकरूपं. क्षम्यतां, विलम्बः जातः. आं नास्ति चिन्ता महोदय, स्वागतम्. आम् इत्संज्ञकः उकारः उदात्तः अस्ति, यतोहि चिह्नं नास्ति. तर्हि शेषात् कर्तरी परस्मैपदी इत्यनेन परस्मैपदी धातुः भवति. तर्हि लटि विश् योग शप् योगति. अनन्तरं पुगन्तलघुपदस्य च इत्यनेन विश् इत्यत्र इकारस्य गुणकार्यं भवति वेश् योग अयोगति वेशति इति भवति लटि. तत्र इडानुकूलः इड् व्यवस्था भवति वा, इडागमः भवति वा? वदामि, न तृच् इति न, यदा तिङ् प्रत्ययः योजयामः चेत् तत्र इड् भवति वा न वा? न. किमर्थम्? इड् तु इड् व्यवस्था तु तिंशित् सार्वधातुकम् इट् अस्ति अर्धधातुकस्य. उत्तमम्. आम्, सार्वधातुकप्रत्ययः अतः इड् न भवति, इडानुकूलप्रत्ययः नास्ति इति. उत्तमं महोदय, वदतु. अवशिष्टः अच्वर्ण एका च अस्ति, अनुदात्त अपि अस्ति, तर्हि अनिट् भवति धातुः. अतः त्रिच् प्रत्यय वीतस्य तत्र इडागमः न भवति. विश् योग विश्योग त्रिच् अर्धधातुकस्य सार्वधातुक अर्धधातुकयोः इत्यनेन न, क्षम्यतां, पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं पुनः भवति. वेश् योग तृच् शयोगत् अष्टुनाष्टुः इत्यनेन इति मन्ये टकारस्य टकार भवति, वेष्टृ इति भवति, अनन्तरं वेष्टा वेष्टारौ वेष्टारः इति रूपाणि त्रिचि. उत्तमं. यदा प्रत्ययः तुमुन् अस्ति चेत् इड् भवति वा न वा? धातोः स्वभावः प्रथमं परिशीलयतु महोदय. क्षम्यताम्, अनुदात्त अस्ति अतः अनिट् धातु एव, तर्हि न भवति. न भवति किल, तदेव उत्तमं, धन्यवादः महोदय. धन्यवादः. विजया भगिनी अग्रिमं करोति वा? आं भगिनि, रेञ्ज् तत्र अनुदातः करः प्रार्थितः अनुदातः आत्मनेपदी. किमर्थम् आत्मनेपदी भगिनि? अनुदातः इत्युक्ते तत्र आत्मनेपदी खलु, अनुदात्तस्वरः अनुदात्तस्वरः इत्संज्ञकः वा? न, अनुदात्तस्वरः तत्र अनिट् भवति, आत्मनेपदं भवति. पुनः परिशीलयतु भगिनि, तत्र मे इति धातुः अस्ति, कस्य स्वरस्य इत्संज्ञा भवति इति प्रथमं वदतु. स्वरः नास्ति चेत् किम् अस्ति, अन्ते किम् अस्ति? अन्ते इत्संज्ञा भवति तत्र. केन सूत्रेण भवति भगिनि? उत्तमं, लोपः इति सूत्रेण तत्र लोपः भवति. अतः तत्तु ङित् अस्ति किल. अतः ङित् अस्ति इति कारणेन स्वभावः कः, पदव्यवस्था इति कथं भवति इदानीम्? आत्मनेपदि वा उभयपदि वा परस्मैपदि वा? सूत्रं स्मरति वा? वदतु भगिनि, वदतु भगिनि. उत्तमं. भुवादिगणे अस्ति तत्र शप्त, तत्र द्वे शप्त विकर्णप्रत्यय मा इति एव उच्यते. तत्र द्वे योगः आ योगः ति, तत्र यचो यवा यावः इति सूत्रेण तत्र ऐकारः भवति. अतः तत्र वयति इति, वयति इति लट् रूपं, वयति इति आत्मने रूपं वयते. आम् उत्तमम्. अनन्तरं एकाख्ये उपदेशे अनुदाता अनुदात इति तत्र अनीति भवति. उभयपदि अपि यदागमः नास्ति, यदागमस्य अनुकूलः तत्र नास्ति. एतदेव भगिनि. आं रूपं वदतु भगिनि. त्रिच् इति त्रिचि, त्रिच् इति रूपं, वयति इति लट् रूपं तत्र. अनन्तरं त्रिचि योगेन व्याता इति आगच्छति. किमर्थं व्याता इति? व्याता इति तत्र वे इति एव अस्ति किल. तत्र वयं पूर्वमेव दृष्टवन्तः खलु, तत्र एजन्तधातुः अत्र, अतः कृत् प्रत्ययं कृचि योग योजनार्थं तत्र आर्धधातुः वलादेः इति अपि तत्र सूत्रमस्ति. अतः तत्र वे योगकृच् एजन्तधातु कृचि आर्धधातुः प्रत्ययम्. अतः एकारः ओकारः एतत् आत्वं भवति. अतः आत्वम् इत्युक्ते दीर्घमागच्छति स्थाने, दीर्घमागसि आत्वं भवति चेत् किं भवति रूपं भगिनि? तत्र वा इति आगच्छति खलु. वा इति सम्यक्. अनन्तरं तृचि योजनेन वातृ इति भवति. अनन्तरं प्रथम विगति एकवचनं वाता इति आगच्छति. उत्तमं क्रम. उत्तमं. सोपानमपि मुख्यमस्ति. उत्तमम्. आदेश उपदेशेशिति इति सूत्रम् अस्ति. यत्र आत् इति एचः स्थाने आत् आकारः, दीर्घ आकारः, तस्य आदेशः भवति. अशिति, अशिति इत्युक्ते यत्र षित् इति प्रत्ययः नास्ति. तृ अशिति अस्ति, अशित् अस्ति. अतः तत्र आत् इति उपदेशे आदेशः भवति. एचः स्थाने आत् इति आगच्छति. महोदय केन सूत्रेण? आदेशे आदेश उपदेशेशिति आदेश उपदेशेशिति वयं न पठितवन्तः. तत्तु यदा आर्धधातुकप्रत्ययः पठामः तस्मिन् समये एव आगच्छति महोदय. अतः ज्ञानार्थमेव इदानीं मनसि भवेत्, 6145 इति सूत्रसङ्ख्या. यदा वयम् अग्रे पठामः तस्मिन् समये वयं पूर्णतया पठामः. हलन्त हल् सन्धिः, अनन्तरम् एतत् आर्धधातुकप्रत्ययस्य विषये वयम् अग्रे द्रक्ष्यामः. इदानीं जस्ट् फार् इन्फर्मेशन् इति 6145 आदेश उपदेशे शिति. उत्तमं, धन्यवादः भगिनि. क्षम्यतां, किञ्चित् भ्रमः अस्ति मम मनसि. तेन सूत्रेण किं कार्यं भवति अत्र? अत्र यदा वे इति अस्ति तद्धातुः तु एचः, एच् प्रत्याहारे एकारः अस्ति, अतः वे इत्यस्य एकारस्य स्थाने आत्वम् आकारः आदेशः भवति. बा इति भवति बाता इति रूपम्. यदा एकारः अस्ति आर्धधातुकप्रत्ययः, अनन्तरम् एकारः अस्ति चेत्, एकारः इति न, एच् प्रत्याहारस्य किमपि कोऽपि वर्णः अस्ति चेत् तत्र आत्वं भवति इति सूत्रं वदति. अशिति एव, यदा षित् प्रत्ययः अस्ति चेत् न भवति, अशिति एव तस्य कार्यम्. अस्तु, इदानीं रूपं किं वा योग रूपं किं भवति इदानीं? बाथा इति भवति, वातु इति प्रातिपदिकं, बाथा इति पुल्लिङ्गे रूपम्. वाता आम् आकारः, आ इति दीर्घ आकारादेशः. अस्तु, वाता वातारौ वातारः आम् आम्. यदा पूर्वं कृतवन्तः रूपाणि तु समानमेव, एकवचने एव वाता इति भवति, कर्ता कर्तारौ कर्तारः तादृशमेव, परन्तु एकवचने वाता इति भवति. स्त्रीलिङ्गे वात्री इति वा? वात्री इति भवति. आम्, धन्यवादः. रघुपतिमहोदय करोति वा? मस्कान् महोदय, मस्कान् इति धातुः अस्ति. अकार अनुनासिक अकारस्य उपदेशनुनासिक भूत्वा लोपः भवति, मस्क् एव अवशिष्यते. मस्क् मस्क् एका च अस्ति, अतः एका च अनुदात्ता उदात्ता अस्ति, अतः इड् योग्य धातुः अस्ति. अपि एतत् धातु किं पदि एतत् मस्क् अनुदात्त इत् अस्ति, अतः अनुदात्तनित इति सूत्रेण आत्मनेपदि भवति. मस्क् योग शप् योग ति ते सोरि ते अस्ति, मस्कते मस्कते इति भवति. अत्र किमपि गुण नास्ति, इकवर्ण नास्ति उपदायाम्, अतः मस्कते इति भवति. अनन्तरं तृच् प्रत्यय, एतत् तृच् अपि वलादे अस्ति, अतः इटियोग्य प्रत्यय अस्ति, अतः आर्धात्कपत्य अस्ति, इट् इटियोगे अस्ति, अतः मस्क् मस्क् तृ न जानामि क कथ कोऽपि न किमपि कार्यं नास्ति, वर्णमेलनमेव करोतु महोदय. मस्क् मस्क् मस्क् मस्कतृ मस्कता इकारः इडागमः अस्ति किल, सोरि इडागमः अस्ति, अतः इडागमः अस्ति, इति योगे अस्ति, धातुः अपि प्रत्यय अपि अस्ति. मस्कितृ मस्कितृ भवति, मस्किता मस्कितारौ मस्कितारः. आम् आम्, सम्यक् एव. यदा धातुः हलन्तधातुः, परन्तु ई एव वयं योजयामः किल. यदा मत्स्योगः मत्स्योगः तृ इति अस्ति चेत् किमपि कार्यं भवति, परन्तु इदानीं तु वयम् अजन् अच्वर्णस्य अतः किमपि कार्यं नास्ति, वर्णमेलनमेव. आम् उत्तमं महोदय, धन्यवादः. माला भगिनी, भगिनी अस्ति वा? अस्मि अस्मि भगिनी. अहं सम्यक् न जानामि, अहं प्रयत्नं करोमि, भवती मम साहाय्यं करोतु. अवश्यम् अवश्यम्. अस्तु, रभ इति धातुः, तत्र उपदेशे जनुनासिक इत् इत्यनेन अकारस्य इत् संज्ञा भूत्वा तस्य लोपः, तर्हि रभ रभ इति धातुः अवशिष्यते. अत्र अनुदात्तः अस्ति, अनुदात्तेत् अस्ति, अतः आत्मनेपदी धातुः. आत्मनेपदी धातुः अनन्तरं स्थेत् वा अनीत् वा? आत्मनेपदी रूपं प्रथमं वदतु भगिनि. रभते. आम् उत्तमम्. इदानीं वदतु. इदानीं अनुदात्तेत् एकाच् भवति चेत् इडागमः न भवति, सत्यम्? आम्. अत्र केवलम् एकः स्वरः अस्ति खलु, अकारः. अस्तु, धातुः चेत् वा न अनुदातः अस्ति वा? अनित् अस्ति. अनुदातः अस्ति वा? अनुदातः अस्ति, यतोहि अधोभागे रेखा अस्ति अतः अनुदातः. अनुदातेत् अपि अस्ति अतः अनिट् अनिट् धातु. अनुदातः अस्ति अतः अनिट्, अनुदातेत् अस्ति अतः आत्मनेपदम्. अस्तु, भेदः अवगतं किल? आमां, स्वरः अनुदातः अस्ति चेत् स्वरः अनुदात्तः अस्ति अतः अनिट्. अस्तु, अनन्तरं इदानीं किं करणीयं, तृच् योजनीयं वा? आम्. तद्विषये अहं न जानामि भगिनि, किञ्चित् वदति वा? तृच् इति प्रत्ययः कृत् प्रत्ययः, तत्र न जानामि कृत् इति न तद् अहं तृच् प्रत्ययः कृत् प्रत्ययः इति इदानीं स्वीकरोतु. कथं तत् कृत् प्रत्ययः इति वयम् अग्रे द्रक्ष्यामः, तस्मिन् समये पूर्णतया विस्तृतरूपेण भवति. इदानीं तृच् प्रत्ययः कृत् प्रत्ययः. अस्तु, तत्र यदा लोपानन्तरं तृ इत्येव अवशिष्यते. अस्तु, यत् अवशिष्यते प्रत्ययस्य भागः तृ इति, तत्तु वल् प्रत्याहारे अस्ति. अस्तु, वयं प्रथमसूत्रं कृतवन्तः आर्धधातुकस्य इड्वलादेः इति, अतः आर्धधातुकस्य इड्वलादेः तृ तु वल् प्रत्याहारे अन्तर्भूतः प्रत्ययः. अनन्तरं अवशि इत्युक्ते वश् प्रत्याहारे तत् प्रत्ययः नास्ति चेत् नेड् वशीकृति अवशि अस्ति चेत् नेड् वशीकृति वदति यदा वश् प्रत्याहारे अस्ति चेत् इडागमः न भवति इति. अतः तृ इति प्रत्ययः इड् योग्यः. अवगतम्? वल् प्रत्याहारे भूत् अवश् इत्युक्ते वशी मास्तु, वशी मास्तु. इदानीं त इति वर्णः द्रष्टव्यं खलु. तर्हि त वश् प्रत्याहारे के के वर्णाः सन्ति? तृतीयः, चतुर्थः, पञ्चमः वर्गस्य तृतीयः, चतुर्थः, पञ्चमवर्णः. अनन्तरं किं भवति? प्रथमद्वितीयवर्णविहाय किल, शश स अपि नास्ति, शश सः नास्ति, कप प्रथमद्वितीयवर्णः नास्ति. हा, तर्हि तृतीयः, चतुर्थः, पञ्चमः, वर, ल, च सम्यक् वश् प्रत्याहारे सन्ति. अतः इदानीं एषः तकारः अस्ति, अतः वश् प्रत्याहारे नास्ति, अतः इदानुकूलः भवति. अस्तु, अतः तृ इति प्रत्ययः तु इडानुकूलप्रत्ययः. इदानीम् अस्माकं चिन्तनं तु धातोः विषये एव. तृ स इडानुकूलः इति वयं ज्ञातवन्तः पूर्वमेव. इदानीं धातुः विषये एव. इदानीं रब् इति धातुः इडानुकूलः वा नास्ति वा? अनिट् इति उक्तवती. अनिट् अस्ति, अतः इडानुकूलः नास्ति. धातुः धातुः इडानुकूलः नास्ति, प्रत्ययः तु इडानुकूलः अस्ति चेत् इड् भवति वा न वा? न भवति, द्वौ अपि भवेत्. इडानुकूलः भवेत् तदा एव इडागमः भवति. अतः रूपं किम्? तर्हि रब् रब् तृ इति भवति वा? रब् इति हलन्तधातुः अस्ति, अतः तत्र हल्सन्धि कार्याणि भवति. अतः तत्र प्रथमं सूत्राणि अहम् इदानीं न वदामि. यदा रब् योगः तृ इति भवति चेत् तत्र कार्यद्वयं भूत्वा रब्ध्वा इति भवति. रब्ध्वा इत्युक्ते भकारस्य स्थाने भकार महाप्राणभकारस्य स्थाने अल्पप्राणभकारः आदेशः भवति. अनन्तरं तृ इत्यस्य स्थाने चतुर्थधकारः आदेशः भवति. रब्तृ इति भवति. एतद् धातुः अस्ति किल रब् इति, अयं धातुः आङ्पूर्वकः सर्वदा आरब्धा आरभते इत्येव रूपं भवति. अस्तु, अतः आरब्धा इति रूपम्. आरब्धा इति तृच् योजयित्वा योजनान्तरम् आम् आम् आरब्धा इति रूपम् आरभते. एतद् वयं न जानीमः खलु, न हल्सन्धिसूत्राणि तु अग्रे एव आगच्छति भगिनि. अस्तु अस्तु, आमाम् इदानीं रूपमेव स्वीकरोतु, अनन्तरं वयं द्रक्ष्यामः तस्मिन् विषये. आरब्धा इति रूपम्, आरभते इति आत्मनेपदीरूपम्. अस्तु, वदतु भगिनि, प्रश्नः अस्ति वा? आरभते, वयं पूर्वं रभते इति निर्णीतवन्तः, इदानीं तत्र इदानीं किमर्थम् आरभते? रूपम् अयं धातुः किल रब् इति धातुः सर्वदा आङ्पूर्वकः एव. रभते इति रूपं नास्ति, सर्वदा आङ् इति उपसर्गपूर्वकेन एव आगच्छति. तत्र ञकारस्य तु इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. आयोगः दीर्घाकारः, आयोगः रभते आरभते इति रूपम्. अस्तु भगिनि, धन्यवादः. उत्तमं. प्रिया भगिनी अग्रिमं करोति वा? भगिनी अद्य अहं अस्तु, राजेन्द्रमहोदय. आम् आं भगिनि, चका तृप्तौ, तत्र चका अत्र तु किं रेखा नास्ति, अनुदात् नास्ति, स्वरित् नास्ति, अत्र केवलम् उपदेशाजनुनासिक ककार उत्तरवर्ती अकारः यः अस्ति सः अनुनासिक अस्ति, तत्कारणात् अस्य इति लोप इति संज्ञा भूत्वा तस्य लोपः जातः चक् भवति. धातु उदात् अस्ति, उदात् अस्ति तत्कारणः, तत् सेट् अनु सेट् अनु सेट् अनुकूलः अस्ति, दास्ति इड् अनुकूलः अस्ति धातु. इदानीं चक् योग परस्मैपदी अपि भवति, यथा उदात्तः अस्ति परस्मैपदी धातुः अस्ति, चक् योग शप् आगच्छति कर्तरि शप् तत् परन्तु शकारपकारे लो संज्ञा भूत्वा लोपः जातः, तत्कारणात् अनन्तरम् एव अवशिष्यते चक् योग अकारः योग तिप्रत्ययः तिङ्प्रत्ययः आगच्छति, चकति चकति रूपं निष्पन्नं भवति. आं भगिनि, आं महोदय, तृच् प्रत्यययोजनान्तरम्. इदानीं तु चक् चक् अस्ति तृच् प्रत्यय आगच्छति तत् चकारस्य लोपः भूत्वा तत् हलन्त्यं तेन सूत्रेण तत् त्रि एव अवशिष्यते, त्रि अवशिष्यते चक् चक् योग तृ. इदानीं तु धातुः तु सेट् अस्ति, तत् तृच् प्रत्यय अपि सेट् अस्ति, तत्कारणात् तत् इडागमः भवति चक् चक् योग इत्रि इत्रि चक् योग इत्रि. इदानीं तु चकित्रि चकित्रि भवति प्रथमपुरुष एकवचनरूपं चकिता चकिता भवति चकिता चकितारौ चकिताराः चकितारः चकितारः. आम् उत्तमं महोदय, धन्यवादः. पुनः अमित्राव् महोदय. आं भगिनि, क्षी क्षये इति धातुः कोऽपि इत्संज्ञक नास्ति अत्र, क्षी एव अवशिष्यते. पुनः अनुदात्तः न सोरि इत् एव नास्ति, तर्हि शेषात् कर्तरि परस्मैपदी इत्यनेन परस्मैपदी भवति. क्षीयोगशप्योगति सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तस्य इकारस्य गुणकार्यं भवति. क्षे योग अयोगति एचो यवायावः इत्यनेन ऐ आदेश भवति. क्षै योग अयोगति क्षयति इति लटि. अनन्तरं अवशिष्टधातुः क्षि इति एका च अस्ति, अनुदात्त अपि अस्ति, तर्हि अनिट् धातुः अस्ति, इडागम न भवति. त्रिच् प्रत्यय आगत्य त्रिच् प्रत्यय तु आर्धधातुक अस्ति, पुनः सार्वधातुक आर्धधातुकस्य योः इत्यनेन गुणकार्यं भवति इगन्तस्य. क्षे योग तृ क्षेत्र क्षेत्र क्षेता क्षेतारः क्षेतारौ क्षेता क्षेतार रौ क्षेतारः इति त्रिच रूपाणि. उत्तमं महोदय, धन्यवादः. धन्यवादः. विजया भगिनी. भगिनि प्रायशः अहं सम्यक्तया न श्रुतवान्. धातु यदा अस्ति तत् त्रिप्रत्यय योजयित्वा तत् क्षिता अस्ति अथवा क्षेता अस्ति? क्षे एव. आर्धधातु सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः तु भवति क्षेता. अस्तु भगिनि. राजु तत्र उपरि परिचिह्नम् अस्ति तत्र किञ्चित् उच्चैः भगिनि. राजु तत्र स्वरितचिह्नमस्ति उपरि. अनन्तरं तत्र उपदेशे अद्य अनुनासिक इति तत्र अकारस्य लोपः भवति. स्वरितेज् अतः उभयपदी धातुः तत्र ऋकारस्य लोपः भवति उपदेशे अद्य अनुनासिक इति. राजु एव तत्र तिष्ठति. राज् राज् योगः शप् इति तत्र अकारः एव तिष्ठति. राज् योगः अकारः योगः ति राजति राजति इति उभयपदे आत्मा परस्मै राजति आत्मने राजति इति एकाच अस्ति. अतः राज् योगः तृच् अतः तत्र राजि राजित्री तत्र उदातः तत्र चेत् भवति खलु भगिनि? आम् आम् चेत् भवति. तत्र इदाहमः नास्ति तत्र राजयोगः इकारः तत्र राजित्रु इति आगच्छति त्रिचित्रयोगेन. अनन्तरं राजिता इति प्रथम इति उत्तम राजिता एव. उत्तमं भगिनि, धन्यवादः. एकनिमिषः भगिनि. सेट् अस्ति खलु एषः धातुः? आम् आम्. तर्हि इडागमः भवति. आम्. त्रिच् योजनेन किं भवति भगिनि? राजिता इति भवति. राजिता ओ एकाच् अस्ति चेदपि अनुदातः न किल, अतः से अतः राजिता इति भवति. इकारः आगच्छति अतः राजिता. अस्तु अस्तु. आम् आम्. रघुपति महोदय. आं महोदय, गसल् अत्र लृकार अस्ति अनुदात्त सारि अनुनासिक लृकार अस्ति तस्य लोपः भवति उपदेश अनुनासिक इति सूत्रेण. घस् एव अवशिष्यते. एतत् एतत् शेषकर्तरि अतः शेष एकनिमिषं शेषपरस्मैपदि परस्मैपदि धातुः अस्ति. इदानीं लटि गस् योग शप् योग ति गसति गसति इति भवति रूपम्. इदानीं तृच् प्रत्यय गस् एका च अनुदात्ता अस्ति अतः अनिट् अस्ति अतः गस् अतः ईडागमना भवति. अनन्तरं गस् योग तृ सकार सकार स्तोः अष्टु नाष्टुः तोश्चुना न किमपि कार्यं नास्ति. वर्णमेलनं नास्ति न वर्णमेल न किं वर्णमेलमेव ओके गस् गस् गस् गस् गस् गस्तृ भवति गस्त्र गस्ता गस्तारो गस्तारः न जानामि सम्यक् वा आमां सम्यक् एव सम्यक् सर्वदा हलन्तधातुः तत्र किमपि कार्यम् इति न केचन सकार केचन वर्णाः किमपि कार्यम् अपि न भवति अत्र किमपि कार्यं नास्ति सुत्वसन्धि नास्ति अत्र सकार किमपि चकार नास्ति किमपि नास्ति किमपि नास्ति गस्ता इति उत्तम माला भगिनि आं महोदय सवर्णौ चेत् कोऽपि सन्धिकार्यं न भवति आम् आम् किमपि कार्यं न भवति उच्चारणेन उच्चारणेन एव वयं ज्ञातुं शक्नुमः समान उच्चारणमेव सन्धिकार्यं न सन्धिविषये अपि सन्धिविषये अपि यदा वयं न जानामि किं सन्धि भवति उच्चारणं करोतु उच्चारणं सम्यक्तया करोति चेदेव वयं ज्ञातुं शक्नुमः तत्र न भवति वा श आगच्छति वा इति अनन्तरं वयं सूत्राणि वा सन्धि वा तत् परिशीलनं कर्तुं शक्नुमः प्रथमम् उच्चारणमेव गस्था इत्येव भवति सकार दन्त्य अस्ति दन्त्यवर्णः दन्त्यवर्णः अतः ओके भगिनि अहं प्रयत्नं करोमि आमां करोतु अवश्यम् अवश्यं शुठी सुखी शोषणे इति धातुः अजनुनासिक इति अनेन सूत्रेण इन्कारस्य इतः इत् भवति तस्य लोपः सुट् इति अवशिष्यते ए परम् लट्रूपं शोटति किमपि अन्यकार्यम् अस्ति वा भगिनि अत्र अन्यकार्यं नाम धातुः उपदेशावस्थायां पश्यतु तत्र शुटी इति अस्ति तत्र किमपि कार्यं भवति वा कस्य वर्णस्य इत्संज्ञा भवति इदानीं सत्यं सत्वं वा नत्वं वा सहायं सहायं न मा करोतु महोदय अस्तु न भवति न भवति वा किमपि न भवति वा भगिनि सः न तत्तु सत्यं कस्य वर्णस्य इत्संज्ञा भवति इदानीं इकारस्य किल इकारस्य इत् इत्युक्ते किम् इदित् किल अतः किम् आम् भवत्याः तु सहायम् उत्तमं वदतु वदतु इदानीं किं भवति इति वदतु भगिनि नकारः आगच्छति वा अतः नकारः न आगच्छति इदितोनुं धातुः भवति वा न वा किमर्थं न भवति इति वदति न भवत्याः चिन्तनं किम् इति वदतु अतः एव अहम् अवगन्तुं शक्नुमः भवती अवगच्छति वा न वा इति. उत्तमं नुं भवति नुं भवति परन्तु अनन्तरं किं भवति यदा नकार इदानीं नकारः आगच्छति अनन्तरं कार्यं भवति वा कार्याणि सन्ति वा दन्त्यनकारः एव तिष्ठति वा किमपि अन्यकार्यं सन्ति वा नूनः नूनः किमर्थं नास्ति चिन्ता भगिनी इदानीं माला भगिनी वदतु शृणोतु एकवारं भगिनी नास्ति चिन्ता अग्रिमधातुः भवती एव करोतु माला भगिनी वदति वा किं भवति इति प्रयत्नं करोमि इदितो नुम् धातोः इत्यनेन नुमागमः भवति अतः शुण्ट् इति भवति अनन्तरं नश्च पदान्तस्य झलि इत्यनेन णकारः आगच्छति णकारः आगच्छति वा भगिनि अहमपि न जानामि अनुस्वारादेशः भवति किल प्रथम अनुस्वारादेशः अनन्तरं ययि परसवर्ण इत्यनेन णकारः आगच्छति शुण्ट् रूपम् अनन्तरम् उकारः अस्ति उगन्तलघुपदस्य इत्यनेन उपधायाम् अस्ति वा नास्ति नास्ति रूपं शुण्टति तावदेव शुण्टति आम् उत्तमम् अस्तु शुण्ट इदानीं सेट् अस्ति वा निट्टति अस्ति वा इति परिशीलयतु हा अत्र रेखा कुत्रापि नास्ति अतः उदात्तः अस्ति उदात्तः अस्ति एकाच्छः अस्ति वा आम् अतः सेट् सेट् भवति सेट् भवति अतः इडागमः भवति तर्हि शुण्टिता वा सम्यक् एव इकारः उत्तमं शुण्टिता क्रमेण गच्छामः चेत् आगच्छति भगिनि तावदेव किमपि नास्ति अत्र यदा वयं गणितं कुर्मः किल क्रमेण शक्ति तादृशमेव एतत् क्रमेण कुर्मः व्याकरणपठनेन बुद्धेः सूक्ष्मता प्राप्नुमः इति सत्यमेव सत्यमेव सत्यम् उत्तमम् इदानीम् आम् नास्ति चिन्ता इदानीं श्रीवल्ली भगिनी अन्तिमधातुः प्रयत्नं करोतु तत्र किमपि कार्यं नास्ति अतः वदतु कै शब्दे परस्मैपदी धातुः कै प्लस् टि खायति आर्धधातुक आर्धधातुकार्धधातुक एव गुणः भवति कै धातु अनि परस्मै किमर्थं न न उत्तममेव रूपं सम्यक् एव किमर्थं गुणः इति उक्तवती ऐ एव अस्ति किल ऐ एव अस्ति आम् ऐ ऐ इत्यस्य गुणः उत्तमम् उत्तमम् कायति रूपं सम्यक् इदानीं परिशीलयतु सेट् वा निट् वा इति रूपम् अनित् रूपं रूपं कायता अत्रापि यदा अत्रापि अहं यदा उक्तवती आदेश उपदेशेशिति इति सूत्रेण एच् प्रत्याहारस्य वर्णः ऐ अतः आत्वं भवति खाथा इति रूपं खातृ इति प्रातिपदिकं खाथा खाथा इति रूपम् अत्र विशेषकार्यमस्ति अतः एव सम्यक् एव भगिनि उत्तमम् उत्तमम् अस्तु इदानीं नूतनपाठः राजेन्द्रमहोदय परिसमाप्तिः इति भागं पठति वा आम् आं भगिनि परिसमाप्तिः करपत्रत्रयेण अस्माभिः सम्पूर्णं धातुज्ञानं प्राप्तं प्रथमे करपत्रे इत्संज्ञाप्रकरणं कथम् अनुबन्धानां लोपः क्रियते द्वितीये करपत्रे सत्त्वं नत्वं समागमः उक्तादीर्घः करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति प्रक्रिया बिन्दुः अस्ति वा तत् भगिनि प्रक्रियार्थं सिद्धः भवति अस्मिन् तृतीये करपत्रे स्वर्विज्ञानं पदव्यवस्था इड् व्यवस्था च स्वर्विज्ञानेन धातोः सम्पूर्णबोधः लभ्यते अग्रे गत्वा मूलधातुः अस्माकम् आधारः अनेन मूलधातूनां सर्वेषां सार्वधातुकलकाराणां सिद्धिः तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः परं कृदन्तानां सिद्धिः अन्ते तदन्तानां मूलाधारः अपि अयम् एव मूलधातुः अत्र किं समस्ति अस्माभिः करपत्रत्रयम् एतावत् पठितवन्तः धातुविज्ञानं सम्पूर्णधातुविज्ञानं ज्ञानं प्राप्नार्थं प्रथमे कत्रे करपत्रे संज्ञाप्रकरणं यथा इत्संज्ञाप्रकरणं तत् पठितवन्तः यथा यत्र सूत्र अष्टसूत्राणि वयं पठितवन्तः तेषाम् उपयुज्य वयम् इत्संज्ञा इत्संज्ञा कथं भवति तत् लोपः भवति एतादृशी धातुतः अपि च प्रत्ययाः ये सन्ति तेषां किमर्थं तत् अनुबन्धलोपः क्रियते तस्मिन् द्वितीये कर्पत्रे अस्माभिः सत्त्वं यथा धातो आदेशः सः नत्वम् अपि च नोणः नुमागमः इति तनुमागमः उब्धादीर्घः यत्र हल् वर्णपरे उब्धायां यः ऋकारः वकारः अस्ति तस्य पूर्वं यः अचवर्णः अस्ति तस्य दीर्घतम आदेशः भवति तत्र करपत्रद्वयेन मूलधातुः प्रक्रियार्थं सिद्धः भवति अस्मिन् तृतीये करपत्रे यथा या वयम् इदानीमेव समापयामः तदहं वयं पदव्यवस्था अपि च इड् व्यवस्था पठितवन्तः सर्वविज्ञानेन धातोः तत् सम्पूर्णबोधः लभ्यते इदानीं तु वयम् अस्माभिः पठितवन्तः अत्र पदव्यवस्था कीदृशी कथं निर्णेतुं शक्नुमः यत् आत्मनेपदी धातु अथवा च उभयपदी अपि च अथवा परस्मैपदी धातु कथं निर्णयं कर्तुं शक्नुमः अपि च ईड् व्यवस्था कथं की आधारीकृत ईड् व्यवस्था भवति तत् तस्य ज्ञानमपि प्राप्तवन्तः स्वर्विज्ञानेन धातोः सम्पूर्णबोधः लभ्यते इदानीम् अग्रे गत्वा मूलधातुः अस्माकम् आधारः यावत् यावन्तः वयं प्रक्रियाम् इदानीं पठितवन्तः तान् योजयित्वा तत् मूलधातुः निष्पन्नं भवति तस्य सः मूलधातुः अस्माकम् आधारः भवति अग्रे गत्वा अनेन मूलधातूनां सर्वेषां सार्वधातुकलकाराणां सिद्धिः तत्पश्चात् आर्धधातुकलकाराणां सिद्धिः परं कृदन्तानां सिद्धिः एव सार्वधातुकलकाराणाम् आर्धधातुकलकाराणाम् अपि च कृदन्तानां धातु अस्माकं भगिनी पाठयति इदानीम् अग्रे गत्वा अन्ते तदन्तानां मूलाधार अपि अयमेव मूलधातुः. आम् धन्यवादः महोदय. इदानीं नूतन पाठः प्रति गच्छामः. तत्र अष्टाध्यायी परिचयः इति अस्ति अस्माकं जालपुटे. अद्य अहं सार्वधातुक आर्धधातुकलकाराः च इति करपत्रं प्रेषितवती. तदेव प्रथमकरपत्रम् अस्मिन् परिच्छेदे, इत्युक्ते अष्टाध्यायी परिचयः इति परिच्छेदे त्रयोदशकरपत्राणि सन्ति. परन्तु वयं तु प्रथमषड् करपत्राणि एव वर्गे पठामः. अधुना सप्तमकरपत्रं वयं अग्रे एव द्रक्ष्यामः. यदा भुवादिगणे चुरादिगणे एतत् सर्वं समाप्य एव सप्तमकरपत्रं प्रति गच्छामः. नवमकरपत्रात् आरभ्य त्रयोदशकरपत्रं पर्यन्तं गृहपाठरूपेण पठन्तु. ये प्रथमषड् करपत्रे सन्ति तदेव विषयः पुनः उक्तवान्. प्रेसेण्टेशन् रूपेण अस्ति नवम दशम एकादश द्वादश त्रयोदश. तत्र एषः एव विषयः पुनः अस्ति. अतः तद्वर्गे पाठरूपेण न भवति, परन्तु स्वयं पठन्तु. तत्र किमपि प्रश्नः अस्ति चेत् अवश्यं पृच्छन्तु. पर वयम् इदानीं प्रथमषड् करपत्राणि वर्गे पठामः, पूर्णरूपेण पठामः. अतः कोऽपि मुद्रणं कर्तुम् इच्छन्ति चेत् प्रथमषड् करपत्राणि एव करोतु इति. विजया भगिनी, स्पष्टं वा? तत्र तस्मिन् तत् मुद्रितं कृतवती किल? सम्यक् एव. तदेव अग्रिमकक्षाद्वयं वयं पठामः. अस्तु, अतः एव भवती करोति इत्येव अहम् उक्तवती. उत्तमम्. इदानीं सार्वधातुक आर्ध तद् अहम् एकमेकं प्रेषयामि भगिनि. अनन्तरं भवती मुद्रणं करोतु. एकमेकम् अहम् उत्तमं. सार्वधातुक आर्धधातुकलकाराः इति नूतनपाठः अस्ति. इदानीं पर्यन्तं वयं किं पठितवन्तः इत्युक्ते, प्रत्ययः द्विविधः. तिङ्क्षित् अस्ति चेत् तिङ्क्षित् सार्वधातुकं प्रत्ययविषये वयं पठितवन्तः. सार्वधातुकप्रत्ययः तिङ् अस्ति वा षित् अस्ति वा चेत् सार्वधातुकप्रत्ययः. आर्धधातुकं शेषः तिङ् भिन्न षित् भिन्नः आर्धधातुकः इति प्रत्ययविषये वयं पठितवन्तः. एतत् सार्वधातुकलकाराः आर्धधातुकलकाराः इति लकारविषये चिन्तनम् अस्ति. वयं जानीमः दशलकाराः सन्ति इति. तस्य विभजनं कथं, किमर्थं सर्वं एतद् करपत्रे अस्ति. अन्यद् अपि करपत्रमस्ति, तस्मिन् अपि एतद्विषयः एव पुनः आगच्छति. एषः विषयः एव. अतः सार्वधातुकलकारः आर्धधातुकलकारः इति लकारचिन्तनं यद्वयं पूर्वं पठितवन्तः, तत्तु प्रत्ययचिन्तनं भिन्नविषयः इति प्रथमं मनसि भवेत्. अस्तु, इदानीं पठामः. अमित्राव् महोदय आरम्भं करोति वा? प्रथमबिन्दुत्रयं पठतु महोदय. बिन्दुत्रयं यत्र यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणाम् इति आगच्छति किल, तत्र यदा आत्मनेपदी मूलतिङ् प्रत्ययाः इति सन्ति. विकरणं नाम किम् इति? आम् आम् आम् आम् आम् सम्यक् आम् वदतु, पठतु. विकरणं नाम किम्? न प्रथमत्रय प्रथम आरभ आरभतः तृतीयबिन्दुपर्यन्तं यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च विषयः उदेति केचन पारिभाषिकशब्दाः अवगन्तव्याः. प्रथमं सार्वधातुकलकाराः इत्युक्ते लट् लोट् लङ् विधिलिङ् च किमर्थम् इति अधः उच्यते. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते, नाम धातुः योगविकरणप्रत्ययः योगतिङ्प्रत्ययः, यथा भूयोगशप्योगति. तृतीयबिन्दुः विकरणं नाम किम् इति तु वयं जानीमः एव, प्रथमपाठे धातुगणपरिचये विस्तरेण चर्चितम्. तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित् ज्ञातम्. अस्मिन् पाठे बहु किमपि वक्ष्यते. भूयोगशप् योगति इत्यस्मिन् ति तिङ्प्रत्ययः इति. सर्वेषां तिङ्प्रत्ययानां मूलरूपम् अस्ति. मूलरूपं वा रूपां वा टङ्कदोषः अस्ति वा? रूपम् आम् टङ्कदोषमेव मूलरूपं. मूलरूपम् अस्ति. परस्मैपदी धातूनां मूलतिङ्प्रत्ययाः तिप् तस् झि सिप् तस् थ निप् वस् मस् इति. आत्मनेपदी धातूनां मूलतिङ्प्रत्ययाः त आतां झ थास् आथां ध्वम् इड् वहि महिङ् अत्र प्रथमप्रत्ययः तिप् अस्ति, अतः सामूहिकरूपेण एते प्रत्ययाः तिब् आदयः इति उच्यन्ते. अपि च आत्मनेपदी पदे अन्तिमप्रत्ययः महिङ् अतः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं तिप्तः महिङ् अन्त्यः आहत्य तिङ् इत्येषां प्रत्ययानां नाम. क्रियापदानाम् अन्तिमभागः तिङ्प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम् इति उच्यते. वदतु महोदय. सार्वधातुक आरुधातुक लकाराणां विषये केचन पारिभाषिकशब्दाः सन्ति. प्रथम सार्वधातुकलकारः इत्युक्ते किं? सार्वधातुकलकारः सन्ति लट् लोट् लङ् विधिलञ्च. एते सर्वे सार्वधातुकलकाराः इत्युक्ते शेष आर्धधातुकलकारः इति मन्ये. सार्वधातुक लकारेषु प्रत्येकं क्रियापदस्य त्रीणि त्रयं अंशत्रयं वर्तते, धातुः योगविकरणप्रत्ययः योगतिङ्प्रत्ययः. उदाहरणार्थे भूयोग शप्योगति. विकरणं किम् इति वयं पठितवन्तः प्रथमपाठे धातुगणपरिचये. तिङ्प्रत्ययः कः इति अपि किञ्चित् ज्ञातं. तिङ् भू प्लस् शप् भूयोगशप्योगति इत्यत्र ति इति तिङ्प्रत्ययः. तर्हि परस्मैपदी धातूनां मूलतिङ्प्रत्ययः नवतिङ्प्रत्ययाः सन्ति तिप् तिस् तस् झि सिप् थस् थ निप् वस् मस् इति. तावदेव आत्मनेपदी धातूनां मूलतिङ् प्रत्ययाः सन्ति त आतां झ खास आतां वम् इड् वहि महिङ् इति. एते सर्वे प्रत्ययाः सामूहिकरूपेण तिङ् प्रत्ययः इति उच्यन्ते, यतोहि प्रथम प्रत्ययः अस्ति तिप्, प्रथमवर्णः अस्ति तिः, अन्तिमप्रत्ययः अस्ति महिङ्, तस्य अन्तिमवर्णः अस्ति ङ, तर्हि ति योगङ् तिङ् इति एतानां प्रत्ययानां नामकरणमस्ति. यस्य पदस्य अन्तिम अन्ते तिङ् प्रत्ययः आगच्छति तस्य तिङन्तपदम् इति उच्यते इति वार्ता. आम् उत्तमं, तावदेव अत्र अस्ति. तिङ् इति प्रत्याहारः इति स्वीकर्तुं शक्नुमः, यत्र अष्टादशप्रत्ययाणामपि ग्रहणम् इति भवति. एतत्तु मूल तिङ् प्रत्ययाः सन्ति. अस्तु, विजया भगिनी अग्रिमं पठति वा? भगिनी एकः प्रश्नः. वदतु माला भगिनि. अत्र तिप्तस्झि एषः लट् लकारे अस्ति वा? न न, मूलप्रत्ययः परस्मैपदी धातुः अस्ति चेत् प्रथमं किमपि विवक्षा, अस्माकं विवक्षा किमपि न इत्युक्ते तिप् इति मूलप्रत्ययः, तस्मात् एव लटि वा लोटि वा आगच्छति. तिप् इति लटी नास्ति, मूलप्रत्ययः तिप्. अनन्तरम् अस्माकं विवक्षानुगुणं तत्र परिवर्तनं भवति. लट् अस्ति चेत् ति इति आगच्छति, लोट् अस्ति चेत् तु इति आगच्छति. कथम् आगच्छति इति पाठः अस्ति, कथं तस्य परिवर्तनं भवति, सूत्राणि सन्ति, तस्मात् आधारेण वयम् अवगन्तुं शक्नुमः. यदा आत्मनेपदीरूपम् अस्ति तत्र मूलप्रत्ययः तु त इति अस्ति, परन्तु वयं जानीमः प्रकाशते, वर्धते, तत्र ए ए इति श्रूयते किल यदा लटि, तत्र किमपि कार्यमस्ति, तेन आधारेण एव मूलप्रत्ययः त ते इति भवति इति अग्रे आगच्छति तस्मिन् विषये. एतत्तु मूलप्रत्ययः. तर्हि सर्वेषु लकारेषु दशलकारेषु एतानि एव अष्टादश मूलप्रत्ययः वा? आम् आम् आम् आम्, दशलकारेषु एतदेव मूलम्, अनन्तरमेव कार्याणि भूत्वा परिवर्तनं भवति. भगिनी तदर्थम् एतत् तिङ् प्रत्यय लट् लकाररूप एव, मूलप्रत्ययः अपि लट् लकार किमपि न न कार्यं भिन्नं किल, न परिवर्तनं तु भवति किल. बहुवचने पश्यतु, प्रथमपुरुष बहुवचने जी इति अस्ति, अस्माकं पट् पट् धातुः प्रथमपुरुष बहुवचनं रूपं किम्? पठन्ति. परिवर्तनं तु भवति एव किल, अतः एव अतः एव उक्तम्. आम् विजया भगिनी. तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्ययः इति अवगच्छतु. सूत्रत्रयेण अयं बोधो भवति, बोधः भवति धातोः प्रत्ययः परश्च परः च धातुः प्रथमः धातोः अनन्तरं विकरणम् अतः विकरणं प्रत्ययः तदेव तिङ् अपि धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम् अस्याः आगमनक्रियायाः व्यक्तिकरणार्थं प्रत्ययस्य विधानम् इति उच्यते विधानं विधीयते विहितः सर्वं समानपदमेव प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं प्रत्ययः विधीयते प्रत्ययः विहितः चेत् उच्यते च इति उच्यते वदतु भगिनि किम् अवगतं तिङन्तपदस्य पूर्वम् एव वयं दृष्टवन्तः अष्टादश मूलरूपधातुः तिङन्तम् अस्ति नव परस्मै नव आत्मने इति वयं दृष्टवन्तः पूर्वमेव तत्र एतत् तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्ययः धातुः अनन्तरम् आयाति सः प्रत्ययः इति अवगच्छति सूत्रत्रयेण तत्र सूत्रं त्रयः आगच्छति एतत् धातोः एतत् सर्वं धातोः प्रत्ययः परः च एतत् परश्च एतत् सर्वं तृतीय अध्याये एव कार्यं करोति एतत् सर्वं अधिकारसूत्रेण अधिकारसूत्र इति कार्यं तत्र करोति धातुः प्रथमः धातोः अनन्तरं विकर्णप्रत्ययं विकर्णम् अतः विकर्णप्रत्ययः पूर्वम् एव वयं दृष्टवन्तः भू अनन्तरं शप् इति विकर्णप्रत्ययम् आ इति आगच्छति अनन्तरं ति इति धातोः अनन्तरं धातुः तत्र भू इति स्वीकुर्मः चेत् तत्र विकर्णप्रत्ययं शप् इति अकारः आगच्छति अतः धातोः अनन्तरं विकर्णप्रत्ययं विकर्णम् अतः विकर्णप्रत्ययः तदैव तिङ् अपि धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययः आगमनम् अस्याः आगमनक्रियायाः व्यक्तिकरणार्थं प्रत्ययस्य विधानम् एतत् सर्वं नामकरणं भवति अनन्तरं प्रत्ययः प्रत्यय विकरणप्रत्ययम् एतत् सर्वं योजनेन तत्र नामकरणं भवति यः धातोः विधीयते तत् एव प्रत्ययः इति वदामः तावदेव भवति सर् उत्तमं आम् उत्तमं भगिनि सर्वं धातुभ्यः विधीयन्ते उत्तमं धातुभ्यः विधीयन्ते इति तत्र विधानम् इति पदं ल्युडन्तपदम् इति वदामः समानार्थकौ एव सन्ति विधानम् इति ल्युडन्तपदं विधीयते इति कर्मणि कर्मण्यार्थः विहितः इति तान्तप्रयोगः तावदेव परन्तु अर्थः तु समानः एव तत्र धातोः इति तृतीय अध्याये प्रथमपादस्य प्रथमसूत्रमस्ति क्षम्यतां तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति प्रत्ययः इति परश्च इति अग्रिमसूत्रमस्ति तृतीयाध्यायस्य प्रथमपादस्य द्वितीयसूत्रमस्ति परश्च इति धातोः इति सूत्रं तु अनन्तरमेव आगच्छति तृतीयाध्यायस्य प्रथमपादस्य एकनवतितमं सूत्रमस्ति धातोः इति प्रत्ययः इति सूत्रम् अधिकारसूत्रमपि अस्ति संज्ञासूत्रम् अपि अस्ति संज्ञा किमर्थम् इत्युक्ते यावन्तः प्रत्ययाः तस्मिन् अधिकारे आगच्छन्ति तेषां नामकरणं एषः प्रत्ययः इति एतद् अधिकारसूत्रं एतद् अधिकारसूत्रं करोति अतः एतत् संज्ञासूत्रमपि अस्ति अधिकारसूत्रमस्ति तस्य प्रभावः तृतीयचतुर्थपञ्चम अध्यायपर्यन्तम् अस्ति अतः प्रत्ययः अनन्तरं परश्च इत्यस्य अधिकारः अपि तृतीयचतुर्थपञ्चम अध्यायपर्यन्तम् अस्ति. धातोः इत्यस्य अधिकारः तु तृतीयचतुर्थ अध्याये एव सन्ति, अनन्तरं यदा प्रातिपदिकम् इति आगच्छति. अतः धातोः इत्यस्य अधिकारः तु चतुर्थ अध्यायस्य प्रायः अन्तपर्यन्तं प्रायः अस्ति. धातोः इति यदा वयं पश्यामः, धातोः इति पञ्चमी विभक्त्याम् अस्ति, अतः कार्यं तु कार्यं कुत्र भवति? परकार्यं भवति. अतः एव वयम् अवगन्तुं शक्नुमः किल प्रत्ययः परश्च इत्यस्य विशेषः कथम् इति. कार्यं परः भवति. उत्तमं, तावदेव अस्ति. धातोः प्रत्ययः परश्च इति सूत्रस्य सूत्राणाम् अर्थः तु अग्रिमपाठे एव अस्ति, इदानीं परिचयरूपेण एव दत्तमस्ति. इत्युक् धातोः प्रत्ययः परश्च इति सूत्रत्रयम् अस्ति इति एव दत्तमस्ति. स्पष्टं वा भगिनि? व्यक्तीकरणार्थम् इत्युक्ते किम्? अहमपि चिन्तयामि विधानम् इत्यस्य अर्थे एव आगच्छति इति. आगमनक्रियायाः व्यक्तीकरणम् ओर्डेन्ड् ओर्डेन्ड् इति वदामः. स्पष्टीकरणार्थम् इति वक्तुं शक्नुमः महोदय. धन्यवादः. तत्र भू इति भू इति अङ्गं भवति, शप् इति तत्र वितरणप्रत्ययम् अस्ति, टि इति टि प्रत्ययम् अस्ति. प्रत्ययाः प्राक् आगच्छति अङ्गम्, प्रत्ययाः अनन्तरम् आगच्छति अङ्गम् इति. एतत् सर्वं स्पष्टीकरणार्थं करोति. एतत् प्रत्ययस्य विधानं, विधानमित्युक्ते निधानमित्युक्ते संशात उपरि दातुं शक्नुमः खलु, उपरि अनुवृत्ति इति वदति वा? निधानम् इत्युक्ते तत्र वयम् अधः तिष्ठवन्तः, उपरि प्रोटेक्षनार्थं तत्र कुत्रापि उपरि अस्ति खलु. एतदेव विधानं स्पष्टीकरणार्थं प्रोटेक्षन् करणार्थम् एतत् सर्वम् आगच्छति विधानम् इति. ओ एवं, अस्तु अस्तु अस्तु, सम्यक्. भगिनी किम् आङ्ग्लशब्दम् उक्तवती? विधानम् इत्यस्य वा? विधानम् इत्यस्य ओर्डेन्ड् इत्येव अर्थः. अस्तु, श्रीवल्ली भगिनी. अङ्गशब्दस्य विशेषणार्थः व्याकरणे. कस्मात् अपि प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इति उच्यते. अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्, तिङ् प्रत्ययस्य कृते धातुः प्लस् विकरणप्रत्ययः, तयोः संयुक्तरूपम् इति अङ्गम्. अतः भूयोजने शप् योजने ति इति अस्मिन् उदाहरणे शप् प्रत्ययस्य कृते भू धातुः अङ्गम् अस्ति, ति प्रत्ययस्य कृते भू योजने शप् प्लस् ति भवति. भू शप् चे अनयोः संयुक्तरूपं भव, ति इति अस्मात् पूर्वं यावत् अस्ति तत् सर्वम् अङ्गम्, अतः ति इति अस्य कृते अङ्गं भव इति. पुनः वत् योजने आ योजने ति इति स्थितौ आ शप् इति अस्य दृष्ट्या वद् इति अङ्गं, ति इति अस्य दृष्ट्या वद वत् प्लस् आ इति अङ्गम्. एतावत् वदतु भगिनि प्रथमं. व्याकरणे अङ्गशब्दस्य विशेषणार्थः अस्ति यः भागः प्रत्ययात् फ्राक् अस्ति सः अङ्गम् इति उच्यते. उदाहरणे भू प्लस् षट् प्लस् ति. ई उदाहरणे विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्. सो विकरणप्रत्ययस्य षट् दृष्ट्या भू इति अङ्गम्. तिङ् प्रत्ययस्य कृते धातुः. आम्, प्रश्नः अस्ति वा? विधानम् विधानम् इत्युक्ते तत्र क्रमेण कार्यं क्रमेण कार्यम् क्रमेण कार्यं. ओ उत्तमं भगिनि, धन्यवादः. आं सम्यक्. वदतु प्रत्ययस्य कृते धातुः विकरणप्रत्ययः तयोः संयुक्तरूपम् इति अङ्गम्. ये उदाहरणे भू प्लस् षट्ति. उदाहरणे भू प्लस् ति दृष्ट्या भू प्लस् षट् इति अङ्गम् अस्ति, अङ्गं भवति. ओ भू प्लस् षट् इति भवा. ओ ये उदाहरणे भवा इति ति दृष्ट्या भवा इति अङ्गं भवति. विकरणप्रत्ययदृष्टे भू इति अङ्गं भवति. अवगतं वा? पुनः वदतु भगिनि. वह् प्लस् आ प्लस् ति इति उदाहरणे आ षट् विकरणप्रत्ययः अस्ति. आ दृष्ट्या वद् इति अङ्गं भवति. ति इति अस्य दृष्ट्या वदा वद् प्लस् विकरणप्रत्यय आ वद इति अङ्गं भवति. सो प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इति उच्यते. उत्तमं. यदा वध वध योगः अयोगः ति इति स्थितिः अस्ति चेत् तिङ् इति प्रत्यय तिङ् इति प्रत्ययस्य निमित्तीकृत्य वध इति अङ्गम्. यदा अ इति विकर्णप्रत्ययं निमित्तीकृत्य शप् निमित्तीकृत्य इति वदामः, शप् निमित्तीकृत्य बद् इत्येव अङ्गम्. प्रत्ययात् पूर्वभागः यदस्ति तदेव अङ्गम्. अस्तु, अवगतं किल? अङ्गम् इत्यस्य अर्थः बहु मुख्यम् अस्ति एतत्. अग्रिमपरिच्छेदं पठतु भगिनि. भवतत्र तपरस्तत्कालस्य इति प्रयोगेण तत्र ह्रस्वं भवति भव इति आकारः, ह्रस्व आकारः. अस्तु, तपरस्तत्कालस्य किमर्थम् अत्र आगच्छति? तत्र भव इति ह्रस्व आकारः आगच्छति खलु भव. तत्तु शप् इति विकर्णप्रत्ययेन आगच्छति भगिनि. तत्र अदन्त अङ्गम् इति कार्यं तत्र नास्ति वा? तत्तु तत्र तपरस्तत्कालस्य किमपि न आगच्छति. एकनिमिषं भगिनि शृणोतु. तत्र भूयोगः शप् योगः ति इति अस्ति किल, तत्र शकारपकारयोः इत्संज्ञा भूत्वा अकारः आगच्छति. भूयोगः अ इति यदा वयं तत्र अका शप् इति विकर्णप्रत्ययस्य कारणेन तत्र गुणः भवति, भो इति भवति. भो योगः अ एचोयवायावः भव इति भवति, भव इति आगच्छति. अस्तु, तत्र तपरस्तत्कालस्य किमपि तत्र किमपि कार्यं नास्ति. अवगतं वा? तत्र भूयोगः अव इति तत्र यतो एव यावः इति कारणेन तत्र भू इति भवति. अनन्तरं तत्र ह्रस्व अकारः एव आगच्छति खलु भवति इति. तत्र कार्यं सकरन्तकालेषु इति स्वीकुर्मः चेत् तत्र ह्रस्व अकारः अस्ति इति आगच्छति. किमपि आदेशः नास्ति किल भगिनि? किमपि आदेशः नास्ति. किमर्थं तपरस्तत्कालस्य इति चिन्तयति भवती? न न किञ्चित् पुनः पश्यतु भगिनि सा उक्तवती अत्र औ अति औ भव भव अव नास्ति न औ औ एव भवति वा अतः अतः अव किमर्थं भवति इति भवति भौ भौ एव भवति किल भो योगः आगच्छति तत्र किमपि नास्ति भगिनी महोदय द्वयोः अपि तत्र किमपि नास्ति तत्र तपरस्तत्कालस्य न आगच्छति यत्र अत् इति वा तकारः अग्रिमपरिच्छेदे अस्ति तस्मिन् समये अहं वदामि परन्तु इदानीं न आगच्छति तद् अवगच्छति वा किमर्थम् इति कुत्र आगच्छति इति अहम् अनन्तरं वदामि इदानीम् अवगच्छति वा किमर्थं न आगच्छति इति मम चिन्तनं तत्र ह्रस्व आकारः आगच्छति अत्र न न ह्रस्व आकारः कुतः आगच्छति शप् इति विकरणप्रत्ययस्य शकारपकारयोः इत्संज्ञानन्तरम् अकारः आगच्छति किल अवगच्छति वा अस्ति इति तत्र ह्रस्व आकारः इति सकारस्य लोपः भवति चेत् तत्र आकारः आगच्छति कुत्र अतः अहं चिन्तितं भव इति आगच्छति खलु ह्रस्व आकारः तत्र तु वर्ण अव् इति यदा आगच्छति अनन्तरम् अ योजयामः किल शप् इत्यस्य अतः विकरणप्रत्ययः योजनेन आगच्छति तत्र तपरस्तत्कालस्य इत्यस्य कार्यं नास्ति आदेशरूपेण आगच्छति चेत् तपरस्तत्कालस्य भवति अस्तु अस्तु भगिनि उत्तमं श्रीवल्ली भगिनी भवती एव अग्रिमपरिच्छेदः अपि पठतु प्रायः समयः अपि जातः परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति आधिक्येन अङ्गे कार्यं क्रियते तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः यथा भू प्लस् शप् भू प्लस् आ अत्र भू प्लस् आ भो प्लस् आ इति गुणकार्यं भवति तस्य गुणकार्यस्य कारणं शप् प्रत्ययः अस्य कार्यकारणसम्बन्धस्य कृते निमित्तम् इति उच्यते अतः भूधातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति इत्युक्ते शप् कारणम् अस्ति अपि च अस्मिन् एव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् अथवा शप् निमित्तीकृत्य अङ्गकार्यम् अथवा शप् निमित्तिकम् अङ्गकार्यम् इति कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे यथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गः अपि परिशीलयिष्यते वदतु भगिनि किम् अवगतम् इति अङ्गम् इति प्रत्ययात् पूर्वम् अङ्गं भवति यत् अङ्गं च प्रत्ययः च द्वयोः सम्बन्धः कार्यकारणसम्बन्धः भवति आधिक्येन अङ्गे कार्यं क्रियते तस्य कार्यस्य कारणम् अस्ति परे स्थितः प्रत्ययः परे स्थितः प्रत्ययस्य निमित्तम् अङ्गः अङ्गे कार्यं क्रियते एवम् उदाहरणे भूयोगः शत् योगः भवति भू प्लस् आ अत्र भू प्लस् आ भो प्लस् आ इति गुणकार्यं भवति भू इति भो भवति ये विकरणप्रत्ययस्य कारणं निमित्तम् अकारः विकरणप्रत्ययः ये विकरणप्रत्ययस्य कारणं भू अङ्गस्य भो भवति अस्य कार्यकारणसम्बन्धस्य कृते निमित्तम् इति उच्यते अतः भू धातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति इति उक्ते शप् कारणम् अस्ति भू अङ्गस्य कार्यं शप् कारणम् अस्ति अपि च अस्मिन् एव अर्थे वदामः यत् भू धातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् तत् शपं निमित्तं मत्वा अङ्गकार्यम् शपं निमित्तीकृत्य किम् अङ्गकार्यं भवति भूधातोः भूधातोः किम् अङ्गकार्यं भवति भो भवति गुणकार्यं भवति गुणकार्यं भवति तदेव शपं निमित्तीकृत्य शपं निमित्तीकृत्य अङ्गकार्यं तदेव अथवा अथवा शप् निमित्तीकृत्य अङ्गकार्यम् अथवा शप् निमित्तिकम् अङ्गकार्यम् इति उच्यते कदाचित् प्रत्यये कार्यं क्रियते यदा वयं पूर्वं पूर्वस्मिन् पाठे दृष्टवन्तः तत्र तु अङ्गे कार्यं प्रत्यये इडागमविषयः इडागमः तु प्रत्ययस्य एव भवति अङ्गस्य न अङ्गस्य वा धातोः न तत्र वयं दृष्टवन्तः किल तदेव उक्तमस्ति कदाचित् प्रत्यये कार्यं भवति इति उक्तवन्तः स्पष्टं वा इदानीं पर्यन्तम् अस्तु अत्र समयः जातः प्रत्यये कार्यं भवति चेत् आम् वदतु महोदय प्रत्यये कार्यं भवति चेत् प्रत्यये कार्यं भवति चेत् प्रत्यये एव निमित्तं वा आम् प्रत्यये निमित्तम् आम् इडागमः तु प्रत्ययनिमित्तिककार्यं किल प्रत्ययस्य कारणेन तत्र कार्यं भवति अत्र तदेव आम् अद्य अत्र समापयामः धन्यवादः धन्यवादः भगिनी नमस्सर्वेभ्यः धन्यवादः भगिनी